नमस्कारः, अस्माकं पाणिनीयवर्गे सर्वेषां हार्दं स्वागतम्। धातुविज्ञानं द्वितीयभागः इति विषयः अस्ति। तत्र किञ्चिदेव पुनस्मरणं कुर्मः। इदानीम् अत्र क्रियापदं मूलधातूनाम् अत्र लौकिकरूपं साधनार्थम् अस्माकं प्रथमं सोपानं किम्? अत्र पूर्णेन्दुमहोदय वदतु। हरि ओम्, श्रूयते वा? श्रूयते, वदतु। प्रथमं सोपानं तु अस्ति अनुबन्धानां निष्कासनं। सत्यम्, अनुबन्धानां निष्कासनम् इत्युक्ते इत्संज्ञकवर्णानां लोपः एव अस्माकं प्रथमकार्यम्। इदानीं धातुः सानुबन्धः अस्ति, अनुबन्धसहितः अस्ति धातुः, तर्हि प्रथमं सोपाने इत्संज्ञकवर्णः कः इति विचिन्त्य इत्संज्ञकवर्णानां लोपः एव अस्माकं प्रथमं कार्यम् अस्तु। तदनन्तरं द्वितीयं कार्यं किम्? द्वितीयं कार्यं सत्वं नत्वं नुमागमः उपधः दीर्घः इति कार्यचतुष्टयस्य प्रसक्तिः अस्ति चेत् तेषां चिन्तनं कृत्वा यत्र तेषां प्रसक्तिः अस्ति तत् करणीयम्। हा, बहु समीचीनं महोदय, उत्तमं, तदेव। तर्हि द्वितीयं सोपानं तत्र सत्त्वं भवति वा नत्वं भवति वा नुमागमस्य प्रसक्तिः अस्ति वा उपधादीर्घः भवितुमर्हति वा इति सर्वं चिन्तनीयं। तदर्थं सत्त्वम् इत्यस्य विषये अस्माकं सूत्रमस्ति। रामनाथन् महोदय वदतु, सूत्रं किं सत्त्वस्य? भगिनि, सत्त्वं वा? सत्त्वं सत्यं, सूत्रं किं वदति? समीचीनं, किं वदति सूत्रं? धात्वादेशः अस्ति चेत् सः इति भवति, सः स्थाने सः इति आदेशः भवति। कदा भवति? उपदेशे दात्वादे विद्यमानस्य सकारस्य स्थाने सकारः आदेशः भवति। इत्युक्ते धातोः उपदेशावस्थायां, यत्र उपदेशावस्थायां मूलधातुः यत्र अस्ति तत्र तादृशधातोः आदौ शकारः अस्ति चेत् तस्य स्थाने सकारादेशः भवति। तदेव अत्र सत्त्वम् इति वदामः। तदर्थमत्र उदाहरणमपि आसीत्, श्वद इति उदाहरणे तत्र आदौ धातोः आदौ षकारः अस्ति इति कृत्वा तस्य स्थाने सकारः भूत्वा स्वद् इति, तत्र इत्संज्ञकवर्णानां लोपानन्तरं स्वद् इति लौकिकधातुः अस्तु। अस्तु, अत्र द्वितीयं कार्यमस्ति नत्वं। नत्वस्य विषये सूत्रं किम्? अत्र लक्ष्मीभगिनी वदतु। नत्वस्य विषये सूत्रः अस्ति नो नः इति। तत्सूत्रेण सूत्रस्य एतत् अर्थम्, उपदेश अवस्थायां धातोः आदौ नकारः अस्ति चेत् तस् नकारस्य नकारादेशः भवति इति। अर्थः कः? उपदेश अवस्थायां यदि औपदेशिकधातोः प्रथम अक्षरः न अस्ति चेत् तस् नकार गच्छति न आदेशः भवति इति तस्य अर्थः। समीचीनं, तर्हि अत्र णो नः इति सूत्रमस्ति। उपदेश अवस्थायां धातोः आदौ मूर्धन्य णकारः अस्ति चेत् तस्य स्थाने दन्त्य नकारादेशः भवति इति सूत्रं वदति। तस्मिन् अतः अत्र सूत्रे णो नः इति दत्तमस्ति, तर्हि णो इत्यस्य महत्वं किं, तस्य प्रयोजनं किं, किमर्थम् एतादृशसूत्रं कृतं पाणिनिना? यदि तत्र दन्त्यनकारः एव भवति इति कृत्वा किमर्थं तत्र मूले एव दन्त्यनकारः न स्थापितवान्, नकारं न स्थापितवान्? किमर्थं तत्र मूले मूर्धन्यनकारः स्थापयित्वा अनन्तरं दन्त्यनकारः इति करोति इति प्रश्ने सति तस्य प्रयोजनं किम् इति चेत् तदर्थम् अत्र सूत्रमस्ति, उपसर्गात् समासे अपि णोपदेशस्य इति। इत्युक्ते यः धातुः उपदेश अवस्थायां यस्य धातोः आदौ उपदेश अवस्थायां मूर्धन्यणकारः अस्ति तादृशधातुः यदि उपसर्गसहितः अस्ति चेत् तर्हि तत्र दन्त्यनकारस्य पुनः मूर्धन्यणकारादेशः भवति. इत्युक्ते एकवारम् उपदेश अवस्थायां मूर्धन्यणकारः अस्ति, यदा हि लौकिकरूपं साधयामः तदानीं तत्र णो नः इत्यनेन दन्त्यनकारः भवति, इदानीम् उपसर्गसहितः अस्ति इति कृत्वा पुनः मूर्धन्यणकारादेशः भवति. तदर्थमेव अत्र नोपदेशदातवः इति दत्तम्, यतोहि सर्वे दातवः नोपदेशाः न सन्ति, इत्युक्ते केचन दातवः अनोपदेशदातवः अपि सन्ति. अतः पृथक् करणीयं या कः धातुः नोपदेशः कः धातुः नोपदेशः नास्ति इति पृथक् कुर्मः चेत् तदर्थमत्र एतत् सूत्रमस्ति. उपसर्गसहितः यः धातुः नोपदेशः नास्ति तादृशधातौ मूर्धन्यणकारादेशः न भवति, केवलम् उपसर्गसहित नोपदेशधातुः अस्ति चेत् तस्य एव मूर्धन्यणकारादेशः भवति. अत्र समासे अपि भवति असमासे अपि भवति. तर्हि पदद्वयं यत्र वर्तते, प्रथमं पदम् उपसर्गः, द्वितीयं पदं कीदृशपदम् इति चेत् यस्य आदौ नोपदेशः अस्ति, णकारः अस्ति उपदेश अवस्थायां तादृशधातोः मूर्धन्यणकारादेशः भवति इति तावदत्र पठितमासीत्. तदर्थं तत्र उदाहरणार्थे समासे प्र उपसर्गपूर्वकः नी इति धातुः, तत्र नी इति धातुः उपदेश अवस्थायां निय णिय इति धातुः, तत्र णिय इत्यस्मिन् ण्यकारस्य इत्संज्ञा भवति. तदनन्तरं प्रथमकार्यम् इत्संज्ञकवर्णानां लोपः, तर्हि ण्यकारस्य इत्संज्ञा भूत्वा लोपः. तदनन्तरं णि इति अस्ति, तत्र मूर्धन्यणकारस्य दन्त्यनकारादेशः भवति णो नः इति सूत्रेण. अधुना नी इति लौकिकधातुः यत्र दन्त्यनकारः अस्ति, अतः प्रयोगः नी. इदानीम् अत्र ल्युट् रूपं साधयितुमिच्छामः चेत् प्र इति उपसर्गे निमित्तमस्ति रेपः, उपसर्गः अस्ति प्र, तस्मिन् निमित्तमस्ति रेपः. तदनन्तरं नी इति धातुः नोपदेशधातुः, अतः दन्त्यनकारस्य मूर्धन्यणकारादेशः भूत्वा प्रणयनम् इति रूपं निष्पन्नम्. एवमेव परियोगः नियोगः नूल्, तत्रापि परि इत्यस्मिन् रेपः निमित्तमस्ति, परि इति पृथक् पदम् अस्ति, अपि च नियोगः नूल् इति पृथक् पदम् अस्ति. यद्यपि पदद्वयं वर्तते, अत्र समासः अस्ति, तथापि तत्र उपसर्गात् समासे अपि नोपदेशस्य इति सूत्रेण नत्वं भवति, परिनायकः इति रूपम्. एवमेव अन्यत्रापि भगिनि एतत् नत्वसूत्रविधायक नत्वविधायकसूत्रमेव भवितुमर्हति वा? रेपस्य अनन्तरं नकारः नत्वं भवति, नत्वमेव इद नत्वं नत्वस्य नत्वप्रकरणे एव इदं सूत्रमस्ति. ओके ओके. भगिनी मम अन्यत् प्रश्नः अस्ति, समासे असमासे नत्वं भवेत् एतत् कारणं विहाय अन्य कोऽपि महत्त्वम् अस्ति वा नूनः सूत्रस्य? नो चेत् णकार एव तिष्ठति चेत् किमपि क्लेशः न भवति, यत्र यदा निमित्तानि सन्ति णकार एव तिष्ठति खलु, तत् किमर्थम् इदानीं णकारस्य नकारः भवति? किमर्थं नकारस्य नकारः भवति इति प्रश्नः वा? भवती उक्तवती नो चेत् इदानीं यत्र औपदेशिकरूपेण रूपे णकारः आसीत् तत्र उपसर्गात् निमित्तम् अस्ति चेत् तत् पुनः उपसर्गात् सूत्रेण मूर्धन्यणकारः भवति इति. किन्तु प्रथममेव मूर्धन्य नकारस्य दन्त्य नकारः न भवति चेत् तत्र इतोपि किमपि क्लेशः न भवति खलु. पश्यतु अत्र नी इति धातुः अस्ति खलु, नयति इति रूपं, तत्र दन्त्यनकारः एव अस्ति खलु. यदि आदौ एव मूर्धन्य णकारः अस्ति चेत् तत्र णयति इति रूपम् अनिष्टरूपम् आगच्छति खलु. तत्र नयति इति रूपे तु णत्वं नास्ति. यदि नयति इति रूपं साधयितुम् इच्छामः तर्हि णोणः इति सूत्रं कृत्वा एव नयति इति रूपं साधयितुं शक्नुमः. यदि णोणः इति सूत्रं नास्ति, आदौ एव मूर्धन्य णकारः अस्ति, तस्य किमपि कार्यं नास्ति, नकार मूर्धन्य णकारः एव तिष्ठतु इति चिन्तयामः चेत् तत्र लटि लट् रूपं साधयितुं न शक्नुमः. तत्र नयति इति रूपम् इष्टमस्ति. पश्यति वा? आम् अस्तु. इदानीं तु क्लाश् अस्ति, कदाचित् तानि क्रियापदानि नकारस्य रूपं स्वीकुर्वन्ति, इत्युक्ते नयति. कदाचित् तत्र कदाचित् मूर्धन्य णकारः आवश्यकम्. इदानीं हौ डु यु रिसाल्व् द कान्फ्लिक्ट्? णो नः कर्तुं शक्नुमः, नो चेत् अन्यत् सूत्रम् आवश्यकं यत्र कदाचित् कुत्रचित् यदि औपदेशिक धातु एव नी भवति न तु णकारः, तत्र देन् वी नीड् अनदर् सूत्रं टु कन्वर्ट् द नकार टु नकार. परन्तु तत्र उपदेश अवस्थायां नी दन्त्यनकारः एव अस्ति चेत् तर्हि अत्र अन्यत् सूत्रं यदा कुर्मः तत्र क्लेशः भवति. तर्हि सर्वेषां दन्त्यनकारान्तधातूनां कृते णत्वं भवति वा इति क्लेशः भवति. तदर्थमेव नोपदेशः. आम् सत्यं. अत्र विहाय अस्ति खलु अष्ट विहाय, ते विहाय इति करणीयम्. अस्तु, अत्र कान्फ्लिक्ट् अस्ति, अतः सत्यं सत्यं सत्यम्. तर्हि इदं सूत्रम् असमासे अपि कार्यं करोति इति कृत्वा तत्र प्रयोगः नदति इति अस्ति. तत्र नदति इति तिङन्तरूपम् अस्ति, क्रियापदम् अस्ति. तस्मिन् सन्दर्भे अत्र समासः नास्ति, यतोहि समासः सुबन्तानाम् एव समासः भवति प्रायेण. अतः अत्र प्रयोगः नदति इत्यत्र समासः नास्ति, तथापि अत्र सूत्रस्य प्रसक्तिः अस्ति. उपसर्गात् समासे अपि नोपदेशस्य इत्यनेन णत्वं कृत्वा प्रणदति इति रूपं निष्पन्नं भवति. एवमेव अन्यानि उदाहरणानि अपि सन्ति, प्रणमति, प्रणयति, परिणमति. अत्र सर्वत्र तिङन्त उपसर्गसहिततिङन्तरूपाणि सन्ति, अत्र सर्वत्रापि णत्वं भवति. यतोहि एते धातवः नोपदेशदातवः अपि च उपसर्गे निमित्तम् अस्ति. अस्तु, तर्हि अत्र अग्रे अत्र किञ्चित् पठामः. का पठति अत्र? वासुदेवन् महोदय पठति वा? वस्तुतः एते दातवः उपदेशावस्थायां अस्ति वा? अस्तु, अरविन्द् महोदय पठतु. वस्तुतः एते धातवः उपदेशावस्थायां नम निङ् नश् नः एवम् एव पञ्चत्रिंशत् नकारादिधातवः सन्ति. केवलम् अष्टौ धातवः उपदेशे नकारादयः सन्ति, नर्द् नाद् नाथ् नाघ् नन्द् नक् नृ नृत् च. अतः प्रनर्दति, प्रनर्दितुं, प्रनर्दकः. अत्र उपसर्गे णत्वस्य निमित्तम् अस्ति, परन्तु णत्वं न भवति. देयं यत् उपसर्गात् समासेऽपि नोपदेशस्य इत्यस्य अनुवृत्तिसहितसूत्रम् अस्ति. उपसर्गात् असमासे अपि नोपदेशस्य रषाभ्यां नः नः अट्कुप्वायुन्नव्याये अपि संहितायाम् अट्कुप्वायुन्यं व्यवाये तावत् वदतु महोदय, तावत् वदतु एकवारम्. प्रथमं परिच्छेदे दत्तमस्ति नो सर्गसमासे अपि न उपदेशस्य न उपदेशावस्थायां न धातवः पञ्चत्रिंशत् धातवः एवम् अस्ति. तेषां नो नः अथ उपसर्गात् असमासे अपि नो उपदेशस्य एतै सूत्रं वर्तते, कार्यं करोति. परन्तु अष्टधातवः उपदेशावस्थायां दन्तनकारस्य अस्ति. नर्द् नाद् नाथ् नाग् नन्त् नक् नृ नृत् एते अष्टधातवः नक उपदेश उपसर्गासमासे न उपदेशस्य सूत्रात् कार्यं न करोति. किमर्थं कार्यं न करोति? उपदेशावस्थायां नकारः नास्ति. सत्यं तदनु सत्यम्. अग्रे अग्रे अनुवृत्तिसहितसूत्रमस्ति. उपसर्गात् असमासे अपि नोपदेशस्य रषाभ्यां नः नः अट्कुप्वायून्यं व्यवयाये अपि संहितायाम् अत्र नोपदेशस्य उपसर्गात् रषाभ्यां न नः न भवति अट्कुप्वायुं व्यवयाये अपि. अत्र उपदेशावस्थायां नकारधातवः उपसर्गात् समासे अपि नोपदेशस्य सूत्रस्य कारणेन पुनर् नकार आदेशं भवति यत्र तस्य कारणं वर्तते रषाभ्याम् और् अट्कुप्वायुं तन्नुम् अपि तस्य व्यवधायम् अस्ति चेदपि नकारो भवति. सत्यं सत्यं, बहु समीचीनं, तथैव अस्ति. इत्युक्ते अत्र प्रायेण ये ये धातवः यस्य आदौ नकारः अस्ति तादृशधातवः प्रायेण तत्र बहवः धातवः नोपदेशधातवः एव, यस्य आदौ मूर्धन्यणकारः अस्ति. परन्तु केवलम् अष्टधातवः एव सन्ति यत्र मूर्धन्यणकारः नास्ति धातोः आदौ, यथा नर्द् नाद् नात् नाद् नन्द्. एतेषां धातूनां नोनः इति सूत्रस्य प्रसक्तिः नास्ति, अपि च उपसर्गात् समासे अपि नोपदेशस्य इत्यस्य अपि प्रसक्तिः नास्ति. तर्हि बहुत्र यत्र नोपदेशधातुः अस्ति तत्र सूत्रद्वयं कार्यं करोति. नोनः इति सूत्रं कार्यं करोति, अपि च उपसर्गसहितः अस्ति चेत् समासे उपसर्गात् समासे अपि इति नोपदेशस्य इति सूत्रमपि कार्यं करोति. अत्र उपसर्गात् असमासे अपि नोपदेशस्य इत्यस्य अनुवृत्तिसहितसूत्रं पश्यामः चेत् असमासे अपि इत्युक्ते समासः भवतु असमासः भवतु, समासः नास्ति, उभयत्र असमासे अपि नोपदेशस्य इत्युक्ते तादृशस्वरूपं यस्य आदौ नकारः मूर्धन्यणकारः अस्ति, उपसर्गात् इति अस्ति. उपसर्गात् इति पञ्चम्यान्तं. पञ्चमी विभक्तिः इत्यस्य अर्थः कः? वसन्ति भगिनी वदतु. उपसर्गात् पूर्वकार्यं. पञ्चमी इत्युक्ते पूर्वकार्यं वा परकार्यं? परकार्यं, हा परकार्यम्. उपसर्गात् उपसर्गस्य अनन्तरं कार्यं भवति, यथा प्रयोगः नियोगः अन तर्हि उपसर्गः अस्ति प्र, तस्य अनन्तरं कार्यं भवति उपसर्गात् रषाभ्यां. रषाभ्याम् इत्यस्य विभक्तिः का? वसन्ति भगिनि, तृतीया विभक्ति द्विवचनं, सो हियर् इट् शुड् बि पञ्चमी विभक्ति. हा, पञ्चमी विभक्तिः द्विवचनं. हा, तर्हि अत्र कीदृश उपसर्गः इति चेत् रषाभ्यां, तादृश उपसर्गः यत्र रषाभ्याम् अस्ति, रेपः षकारः अस्ति. हा, यद्यपि अत्र सूत्रे ऋकारस्य विषयः न उक्तः, परन्तु तत्र वार्तिकमस्ति, वार्तिकेन रेपः इत्यनेन ऋकारस्यापि ग्रहणं भवति, अतः रेपः षकारः ऋकारः त्रयाणां वर्णानां ग्रहणं. तर्हि उपसर्गे रेपः षकारः अथवा ऋकारः अस्ति चेत् अतः एव रषाभ्याम् उपसर्गात्. तर्हि तादृश उपसर्गः यत्र एतेषु अन्यतमः वर्णः अस्ति, तस्य अनन्तरं दन्त्यनकारः नः. नः इति, नः इत्यस्य विभक्तिः का? नः इति षष्टिविभक्तिः. णः मूर्धन्य णकारः, णः प्रथम, प्रथमविभक्तिः. तर्हि दन्त्यनकारस्य स्थाने प्रथम. अत्र प्रथम इत्यस्य अर्थः कः? वसन्ति भगिनि, प्रथम, प्रथम इत्यस्य अर्थः कः? आगमः वा? आगमः अथवा आदेशः, आदेशः अथवा नामकरणम् इति भवति. अत्र किम् अस्ति? अत्र णः इति प्रथमान्तम् अत्र किमस्ति? आदेशः. आदेशः, दन्त्यनकारस्य स्थाने मूर्धन्य णकारादेशः, आदेशः. तर्हि अत्र प्रथमा इत्यस्य आदेशः इति अर्थः. तर्हि अट्कुप् वाङ् नुं व्यवाये अपि इत्यस्य अर्थः कः इति चेत्, उपसर्गः अस्ति, तदनन्तरं णोपदेशधातुः अस्ति, उपसर्गे निमित्तम् अस्ति, मध्ये उपसर्गः अपि च धातुः तयोः मध्ये अट् प्रत्याहारस्य वर्णः, कवर्गीयवर्णः, पवर्गीयवर्णः, आङ् इति उपसर्गः, नुम् इति अनुस्वारः, एतेषु अन्यतमः वर्णः अस्ति चेदपि णत्वं भवति इति अर्थः. अवगतं वा भगिनि? उपसर्गः अस्ति चेत् सन्धिः करणीयं न, नित्यमेव न, किमर्थं संहितायाम् इति दत्तम्? सन्धिः करणीया एव इति कथं जानाति भवान्? एकपदे उपसर्गयोगो, धातु उपसर्गयोगो समासे नित्यं न? तत् श्लोकः अस्ति, अयं तु श्लोकः, परन्तु सूत्रेषु, सूत्रे कथं तत्र तस्य व्यक्तीकरणं कथं भवति? सूत्रे संहितायाम् इत्यनेनैव व्यक्तीकरणं भवति खलु, संहितायाम् इत्यस्य अधिकारः अस्ति, अतः अत्र सन्धिः भवति. ओके, अस्तु, अग्रे वासुदेवन् महोदय अधुना अस्ति वा? भगिनि, एक प्रश्न भगिनि. नमस्कारः. अट्कुप् वाङ् नुं व्यवाये इति तु अट् कु वर्गीय कु वर्गीय आङ् तदनन्तरं भगिनि नुम् इत्युक्ते, नुम् इत्युक्ते अनुस्वारः, नुम् इति अनुस्वारस्य उपलक्षणं, नुम् इत्यनेन अनुस्वारस्य ग्रहणं. तर्हि अत्र मध्ये अनुस्वारः अस्ति चेत् व्यवाये इत्युक्ते व्यवधानं, मध्ये बाधा, मध्ये बाधा अस्ति चेदपि णत्वं भवति. मध्ये एतेषु अन्यतमवर्णः बाधकवर्णः अस्ति चेदपि णत्वं भवति. हा, बाधा अस्ति चेदपि, बाधा एतेषु वर्णेषु अन्यतमः अस्ति चेत् बाधा इति न स्वीकुर्मः, एते वर्णाः सन्ति चेदपि णत्वं भवति. परन्तु एतान् वर्णान् विहाय अन्यः वर्णः अस्ति चेत् तदानीं बाधकवर्णः इति वदामः. व्यवाये इत्युक्ते व्यवधानम् इत्युक्ते बाधा नास्ति. व्यवधानम् इत्युक्ते मध्ये किमपि अस्ति इति एव व्यवधानम्. ओ अस्ति वा. हा मध्ये किमपि अस्ति इति चेत् व्यवधानम् इति वदामः. धन्यवादः. अस्तु वासुदेवन् महोदय पठतु. अट्कुप्वां नुं व्यवाये अपि इत्यनेन एतान् वर्णान् वर्जयित्वा निमित्तस्य उद्देश्यस्य च मध्ये अन्य कोऽपि वर्णः भवति चेत् स च वर्णः णत्वं प्रति व्यवधानम्. यथा प्रयोगं नि योगं नदति प्रणिनदति. अत्र प्र उपसर्गे स्थितस्य रेफस्य प्रभावेन नि उपसर्गस्थितस्य नकारस्य णत्वं भवति. परन्तु स च नि उपसर्गस्थितः नकारः नदति पदस्य नकारं प्रति णत्वव्यवधानम्. यतोहि मध्ये स्थितः नकारः अट्कुप्वाङ् नुमः इत्येषु नास्ति. इतोपि पठनीयं वा? अग्रे अपि पठतु. प्रणिनदति इति पदे नि उपसर्गे स्थितस्य नकारस्य णत्वं भवति. अष्टाध्याय्यां चतुर्थपादे सप्तदश श्लोके इति सूत्रेण तस्य च व्याख्या अत्र न आवश्यकी. तावत् वदतु. एतान् वर्णान् वर्जयित्वा निमित्तस्य उद्देशस्य मध्ये अन्य कोऽपि वर्णः भवति चेत् स च वर्णः णत्वं प्रति व्यवधानम्. रेफस्य निमित्तम् अस्ति, तदनन्तरं वर्णाः भवन्ति, मध्ये वर्णाः भवन्ति, तदनन्तरं न भवति, नकारं भवति. इति चेत् व्यवधानम् अस्ति चेदपि नकारस्य नकारं भवति. नकारस्य नकारं भवति वा अत्र? नकारस्य नकारं व्यवधानम् अस्ति चेदपि नकारस्य नकारं भवति. कुत्र अस्ति नकारः? कस्य नकारस्य नत्वं? नि नि नि प्रा प्लस् नि प्लस् न प्रा योगं नि योगं नदति. अत्र केन सूत्रेण भवति? सूत्रेण अष्टाध्याय्यां चतुर्थश्लोके चतुर्थपादे सप्तदश श्लोक अनुसृत्य. न तत् त्यजतु इदानीम्. अत्र उपसर्गात् नोपदेशस्य असमासे अपि इति सूत्रम् अत्र तस्य प्रसक्तिः अत्र अस्ति वा? तस्य कार्यं भवति वा अत्र? अत्र भवितुं नार्हति. किमर्थं? नी अपि उपसर्गमस्ति, तत्र नोपदेशस्य प्रसक्तिः नास्ति. न तत्र नदति इति धातौ नोपदेशधातुः नास्ति वा? नदति उपदेशधातुः एव. तत्र नि उपसर्गपूर्व मध्ये नि अस्ति किल. नि अस्ति तेन किं? नि अपि उपसर्गः. नि कुतः न भवति? न तत्र नि तत्र नकारं कुतः न भवति? न तत्र नीति उपसर्गः इति अस्तु भवतु, परन्तु तत्र अट्कुप्वाङ् नुं व्यवाये अपि इति इत्यनेन मध्ये व्यवधानम् अस्ति चेदपि णत्वं भवति इति उक्तं खलु. तर्हि अत्र व्यवधानम् अत्र बाधकवर्णः अस्ति वा? किमर्थं णत्वं न भवति? तवर्गे भवति. कवर्गं पवर्गं कवर्गं मध्ये न भवति. कः वर्णः मध्ये न भवति? नि सम्पूर्णतया वा? नि पृथक् एव. न तथा नास्ति. अत्र विजयलक्ष्मी भगिनी साहाय्यं करोतु. अत्र अट् कुप् वाङ् नुमः भवति चेत् व्यवधाने नत्वं भवेत्, परन्तु नी इति उपसर्गः तु अट् कवर्ग पवर्ग आङ् नुम् इत्येतेषां नास्ति, तत्कारणम् अत्र प्र इति उपसर्गे न तद्भवतु परन्तु तत्र किम् उक्तं, तत्र सूत्रे किम् उक्तम्? उपसर्गात् रषाभ्याम् उपसर्गात् अट्कुप्वाङ् नुं वेवाये अपि नः णः इत्येव उक्तं खलु? अत्र द्वितीयः उपसर्गः मा भवतु इति किमपि न उक्तम्। न, द्वितीय उपसर्गस्य नी अत्र व्यवाये अस्ति, परन्तु तस्य निमित्तम् अत्र नास्ति। अट् कवर्ग पवर्ग आङ् नुम् इत्येतेषां मध्ये नी तु न आगच्छति, तत्कारणं न, परन्तु तत्र नी इति तथा न चिन्तनीयं भगिनि। नी इति सम्पूर्णतया तथा न चिन्तनीयं, परन्तु तत्र न इ इति चिन्तयतु। न इ न, तर्हि नकारः इकारः, तर्हि नकारः अट्कुप्वं नुं व्यवाय अपि इत्यस्मिन् नास्ति, परन्तु इकारः अस्ति। इकारः अट् प्रत्याहारे अस्ति, परन्तु नकारः तु नास्ति। अट् प्रत्याहारे अपि नास्ति, कवर्गे अपि नास्ति, पवर्गे अपि नास्ति, आङ् अपि नास्ति, नुम् अपि नास्ति, अतः नकारः एव बाधकवर्णः। अत्र नकारः बाधकवर्णः, न तु नि बाधकवर्णः। किं भवतः प्रश्नः? ट्रिक् क्वश्चन् अस्ति भवत्याः, भवत्याः प्रश्नः ट्रिक् क्वश्चन् अस्ति। ट्रिक् क्वश्चन् नास्ति अत्र, तत्र परिच्छेदे पठितं खलु, तदेव पृच्छामि। ट्रिक् नास्ति अत्र, परिच्छेदे दत्तमस्ति खलु, परन्तु स च नी उपसर्गस्थितः नकारः नदति पदस्य नकारं प्रति नत्व व्यवधानम् इति दत्तमस्ति खलु, ट्रिक् नास्ति, अत्र एव दत्तं, किमपि ट्रिक् नास्ति भगिनि। अस्तु भगिनि, विजयलक्ष्मी भगिनि अवगतं वा? हा अवगतं, परन्तु अत्र नत्वम् अन्य किमपि सूत्रात् भवति, तद् वयम् इदानीं न पठामः। अस्तु, तर्हि सर्वे पश्यन्तु, अत्र प्र इति उपसर्गः अस्ति, मध्ये नी इति अन्य उपसर्गः अपि अस्ति, अनन्तरं नद् इति णद इति नोपदेशधातुः अस्ति। तर्हि उपसर्गात् नोपदेशस्य, उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रेण अत्र नत्वं भवति वा इति चिन्तयामः चेत्, तत्र प्र इति उपसर्गः अस्ति, तत्र निमित्तमस्ति रेपः, तस्य अनन्तरं नोपदेशधातुः नद् अपि अस्ति, परन्तु मध्ये किमपि बाधा अस्ति। किम् अस्ति बाधा इति चेत् तत्र णी इति अस्ति, तत्र णी इत्यस्मिन् इकारः तु समीचीनः, यतोहि अट् प्रत्याहारे अस्ति इकारः, परन्तु नकारः तु बाधकवर्णः अस्ति। नकारः अट् प्रत्याहारे अपि नास्ति, कवर्ग्यवर्णः अपि नास्ति, पवर्ग्यवर्णः अपि नास्ति, आङ् इति उपसर्गः अपि नास्ति, अनुस्वरः अपि नास्ति, अतः नकारः बाधकवर्णः मध्ये अस्ति इति कृत्वा नद् इत्यस्य दन्त्यनकारस्य मूर्धन्यणकारादेशः न भवति, अतः एव नदति इत्येव तिष्ठति। परन्तु तत्र णी इति यः उपसर्गः अस्ति, तस्य तु णत्वं भवति भिन्नसूत्रेण। तत्र सूत्रमस्ति अष्टमाध्याये चतुर्थपादे सप्तदशतमं सूत्रं, तत्र नेहे गद नद पत पद घू मा स्यति हन्ति याति वाति दाति साति वपति वहति शामयति चिनोति दिग्देषु इति दीर्घं सूत्रमस्ति, तेन सूत्रेण नत्वं भवति। अस्तु, अस्तु, तदर्थम् अत्र सूत्रं दत्तमस्ति। इतरेणि रूल् दट् वी शुड् डु फ्रम् रैट् टु लेफ्ट् आर् लेफ्ट् टु रैट् इन् द प्रक्रिया इन् विच् वन् पुनः पृच्छतु। सपोस् न, यदि अहं नोपदेश नदति स्वीकृते तस्य नी उपसर्गं प्रथमं दृश्यते, तद् तत् न कार्यं न भवति सत्यं, परन्तु नि नदति तत्परं प्र उपदेशसर्गं योजयित्वा तत् प्रा परम् उपसर्गनि दृश्यते, तस्य नकार रेषाभ्यां न नोपदेशस्य वामनता व्यति स्वीकृति अत्र नदति इत्यस्मात् पूर्वं किम् अस्ति, प्र इति अस्ति इति वदति वा, प्रयोगः नदति इति अस्ति चेत् तत्र नणत्वं भवति, यतोहि मध्ये बाधा किमपि नास्ति, प्रयोगः नदति प्रणदति इति रूपं तु भवति, तत्र क्लेशः नास्ति. प्रयोगः सः किं पृच्छति, नी नदति इति प्रथमं कृत्वा अनन्तरं प्र प्लस् नी नदति कर्तुं शक्यते इति, न तथा न कर्तुं शक्यते. किमर्थम् इति चेत् नी नदति नास्ति, नी नदति इति नो वर्णोपदेशधातुः नास्ति, नी नदति इति पृथक् पदमस्ति. नी नदति इति करोति चेदपि अस्तु, करोतु नी नदति इति प्रथमं करोतु, नी नदति इति करोति चेदपि तत्र व्यवधानम् अस्ति, नकारस्य व्यवधानम् अस्ति, सम्यक् तथा करोति चेदपि क्लेशः अस्ति. हा अस्तु अस्तु, तर्हि अग्रे उमा भगिनी पठति वा. न तस्मात् पूर्वम् अग्रिम उदाहरणम्. अग्रिम उदाहरणं निधि इति धातुः. प्रथमम् उपदेशे अजनुनासिक इत् इत्यनेन इकारस्य इत् संज्ञा तस्य लोपः, इत्यनेन लोपश्च निधि निद् नो नः इत्यनेन निद् निद् आगच्छति. अधुना नुमागमः अधः दृश्यतां निद् निन्द् इति लौकिकधातुः. निधि धातु इति चेत् उपदेशधातुः अनुनासिकसहित अस्ति, तस्मात् उपदेशे अजनुनासिक इति सूत्रेण इत् भवति, तस्य लोपः अपि भवति. सो निधि बिकम्स् निद्, नो नः इति सूत्रेण निद् निद् भवति. अधुना नुमागमः अधः दृश्यतां निद् बिकम्स् निन्द् इति लौकिकधातुः. So, निधि धातु बिकम्स् निन्द् लौकिकधातु. हा समीचीनं भगिनि, समीचीनं, तथैव अस्ति. तत्र अत्र पश्य धन्यवादः भगिनि, अत्र किञ्चित् वदामि. हा अत्र निधि इति धातुः पश्यति चेत् अत्र अन्ते इकारः इकारस्य संज्ञा अस्ति, तर्हि यत्र कुत्रापि धातौ अन्ते इकारस्य इत्संज्ञा, अन्ते इकारः अनुनासिकः इत्संज्ञकः अस्ति चेत् तत्र इदित् इति अवगन्तुं शक्नुमः. तर्हि अत्र निधि इति धातुः इदित् अस्ति, तर्हि अग्रिमसूत्रं पठामः, परन्तु इदित् अस्ति यतोहि अन्तिम इकारस्य इत्संज्ञा अस्ति, अतः तादृशधातौ नुमागमः भवति. धातुः इदित् अस्ति चेत् नुमागमः भवति. इदित् इति इत्युक्ते इत् इत् यस्य सः, यत्र ह्रस्व इकारस्य इत् इत्युक्ते ह्रस्व इकारः, ह्रस्व इकारस्य इत्संज्ञा यत्र अस्ति सः धातुः इदित्. अत्र निधि इति धातुः धातोः अन्ते ह्रस्व इकारः अस्ति, सः इकारः अनुनासिकः अस्ति, अतः निधि इति धातुः इदित् अस्ति, इदित् इति वदामः. इदित् धातुः अस्ति चेत् नुमागमः भवति इति अस्माकम् अग्रिमः विषयः अस्ति. अत्र प्रथमं कार्यम् इत्संज्ञकवर्णानां लोपः इति उक्तं, द्वितीयं कार्यं सत्वं नत्वं नुमागमः उपदादीर्घः, एतावता सत्वं नत्वम् अस्माभिः पठितम्, अधुना नुमागमः. तर्हि तदर्थम् अत्र सूत्रमस्ति इदितो नुम् धातोः इति सूत्रम्. अत्र रमा शिवरामन् भगिनी पठति वा. इदितो नुम् धातोः इदितः धातो नु आगमो भवति. इदित् इत्युक्ते इत् इत्यस्य सः. तत्र प्रथमः इत् नाम ह्रस्व इकारः, द्वितीयः इत् नाम इत्संज्ञा. ह्रस्व इकारस्य इत्संज्ञा यस्य, सः धातुः इदित्. इत् इत्यस्य स इदित् बहुव्रीहिः तस्य इदितः. इदितः षष्ट्यन्तं, नुं प्रथमान्तं, धातोः षष्ट्यन्तं, त्रिपदम् इदं सूत्रं, सूत्रं स्वयं सम्पूर्णम्, इदितः धातोः नुम्. अत्र लिखितमस्ति यस्य इत्संज्ञा, इत्संज्ञा अस्ति तत्र इदितः इत्संज्ञक स्थाने नुम् आगमः आगच्छति. अतः निब् यदि धातु अस्ति, नि द मध्ये नुम् आगच्छति, नुम् इत्संज्ञा इन् गच्छति, नुम् अवशिष्यति, नु अवशिष्यति, अतः नून ऊपि ऊ गच्छति, नकार अवशिष्यते, अतः नि इन् द निन्द् आगच्छति. समीचीनं. तर्हि अत्र पश्यामः, इदितो इदितो नुम् धातोः इति सूत्रमस्ति. इदितः धातोः नुम्, तर्हि अत्र अनुवृत्तिसहितसूत्रं पश्यति चेत् इदितः धातोः, धातोः इति पदं षष्ट्यन्तं पदम्, इदितः इति पदमपि षष्ट्यन्तं पदम्. इदितः इति पदं धातोः इत्यस्य विशेषणम् अस्ति. इत्युक्ते तादृशधातुः यत्र ह्रस्व इकारस्य इत्संज्ञा अस्ति. अत्र इत् इत् यस्य सः इति उक्तम्, इत् इत् यस्य सः इदित् इति उक्तं. तर्हि इत् इत्यनेन ह्रस्व इकारः, यत्र कुत्रापि तकारः योज्यते, इकारः अनन्तरं तकारः, इत् इति वदामः चेत् केवलं ह्रस्व ह्रस्व इकारस्य ग्रहणं, तत्र तपरकरणम् इति उच्यते. यतोहि तकारः परः अस्ति, यस्य परः तकारः अस्ति तत्र तपरकरणम् इति उच्यते. यत्र तपरकरणं क्रियते तत्र केवलं तस्य कालस्य एव ग्रहणं, तत्र इकारः इति वदामः चेत् तत्र केवलं ह्रस्व इकारस्य एव ग्रहणं, न तु दीर्घ इकारः. सामान्यतया पाणिनीयसूत्रेषु इकारः इति वदामः चेत् तत्र सर्वेषां अष्टादशानाम् इकाराणां ग्रहणं भवति, परन्तु इत् इति वदामः चेत् तत्र केवलं ह्रस्व इकारस्य एव ग्रहणं. तर्हि अत्र इत् इत् इति द्विवारम् उक्तमस्ति. प्रथम इत् इत्युक्ते केवलं ह्रस्व इकारः, द्वितीयः इत् इत्युक्ते इत्संज्ञा. तर्हि ह्रस्व इकारस्य इत्संज्ञा अस्ति चेत् इदित् इति वदामः. यथा अत्र पूर्वम् अत्र धातुः आसीत् मिधि इति धातुः, तत्र अन्ते ह्रस्व इकारस्य इत्संज्ञा, अतः सः धातुः इदित्. तादृशधातुः अस्ति चेत् नुम् इति आगमः भवति. तर्हि नुम् इति प्रथमान्तम् अस्ति. प्रथमाविभक्तिः इत्युक्ते आगमः, आदेशः, नामकरणम् इति उक्तम्. कुत्रचित् आदेशः, कुत्रचित् आगमः, कुत्रचित् नामकरणं, कथं जानीमः अत्र आगमः इति चेत्, अत्र सामान्यतया आदेशः भवति, परन्तु आगमः कदा भवति इति चेत् अत्र आगमस्य सूचकः कः इति चेत् मित् अस्ति चेत्, नो चेत् कित् अस्ति चेत्, नो चेत् टित् अस्ति चेत् आगमः इति वयं ज्ञातुं शक्नुमः. अत्र नुम् इति मकारः अस्ति, मकारस्य इत्संज्ञा अस्ति. नुम् इत्यत्र अन्तिममकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, उकारस्य उपदेशे जनुनासिक इत् इत्यनेन इत्संज्ञा, तर्हि नकारः एव अवशिष्यते. अधुना नुम् इति मित् अस्ति. किमर्थं मित् इति चेत् तस्य मकारस्य इत् यस्य सः, सः मित्, अतः नुम् मित् अस्ति. मित् अस्ति इति कृत्वा वयं ज्ञातुं शक्नुमः अत्र आगमः अस्ति, न तु आदेशः इति अत्र प्रथमविषयः अस्ति. एवमेव कुत्रचित् तित् इति पश्यामः चेत् नुट् आगमः भवति इति कुत्रचित् सूत्रेषु दीयते नुट्. तर्हि नुट् इत्युक्ते तत्र टकारस्य इति संज्ञा. तर्हि टकारस्य इत्यस्य सः अपि आगमस्य सूचकः. कुत्रचित् कित् भवति चेत् अपि तत्र आगमस्य सूचकः अस्ति. अत्र मित् अस्ति, नुम् मित् अस्ति, अतः आगमस्य सूचकः. तर्हि वयं ज्ञातुं शक्नुमः यः धातुः इदित् अस्ति, ह्रस्व इकारः इत् यस्य सः, तादृशधातोः नुम् आगमः भवति. तर्हि नुम् आगमः कुत्र भवति इति न जानीमः. सामान्यतया षष्टिविभक्तिः अस्ति अपि च प्रथमाविभक्तिः अस्ति चेत् षष्टिविभक्तेः स्थाने भवति इति वयं जानीमः. आदेशः कस्यचित् स्थाने, इको यणचि इति वदामः चेत् इकः स्थाने यण् इति जानीमः. परन्तु अत्र इदितः धातोः नुम् इत्यनेन नुम् कुत्र भवति इति अत्र स्पष्टं नास्ति. सूत्रे तस्य उल्लेखः नास्ति, अतः इदानीं संशयः अस्ति. नुम् कुत्र भवति इति न जानीमः. तदर्थम् अत्र परिभाषासूत्रम् अग्रे दीयते. मिदचोन्त्यात् परः इति परिभाषासूत्रम् अग्रे अस्ति, पठामः. तत्सूत्रं सूचयति कुत्र नुमागमः भवितुम् अर्हति. यः मित् अस्ति सः कुत्र आयाति इति तद् परिभाषासूत्रं वदति. तर्हि अत्र अग्रे पठामः. अत्र सूत्रं स्पष्टमस्ति वा? इदितो नुम् धातोः. भगिनी प्रश्नः अत्र अट् कुप्वाङ् नुम् अनन्तरम् इदितः धातोः नुम् नुम् इत्यस्य अर्थः भिन्नः खलु? समानः एव. तत्र नुम् इत्युक्ते सामान्य अत्र तु नुम् इत्यत्र नकारः एव अवशिष्यते. सः नकारः सर्वदा अनुस्वाररूपेण परिवर्त्यते. अतः एव अट्कुप्वाङ् नुम् व्यवाये अपि इत्यस्मिन् सूत्रे नुम् अनुस्वारस्य उपलक्षणम् इति उच्यते. अतः नुम् इत्युक्ते तत्र आदौ नकारः एव भवति. इत्संज्ञकवर्णानां लोपानन्तरं नकारः एव भवति, परन्तु सः नकारः अनुस्वाररूपेण परिवर्त्यते. तर्हि अत्र प्रणी नदति इत्यस्य नकारः बाधकः किमर्थं? तत्तु नकारः एव. सः नकारः नुम् नास्ति खलु? सः नकारः नुम् नास्ति. अस्तु, हा, नुम् इत्युक्ते तत्र नुम् इति आगमरूपेण यः नुम् आगच्छति, यः नुम् इति आगमरूपेण आगच्छति सः अनुस्वररूपेण परिवर्त्यते. तस्मिन् सन्दर्भे तत्र अट्कुप्वां नुम् इति तादृशनुम्. अत्र तु नि इति दन्त्यनकारः एव अस्ति, अत्र नुम् नास्ति. अस्तु, अग्रे गीताञ्जलिभगिनी पठतु. तत्र नुम् विषये उदाहरणमस्ति वा? नुम् विषये उदाहरणानि सन्ति भगिनी, अहम् इदानीं दृष्ट्वा वदामि. अग्रे पठतु अत्र भगिनि. एकः प्रश्नः भगिनि, णिदि इति तु दी इति तु अनुनासिक इकार अस्ति, किन्तु नुम् न इदित् धातु इत्युक्ते अनुस्वार अस्ति वा न वा? न न न न, इदित् धातुः इत्युक्ते यत्र ह्रस्व इकारः इत्संज्ञा अस्ति सः धातुः. अनुस्वार विषय एव अत्र नास्ति. अनुस्वारस्य विषये नास्ति. अस्तु अस्तु, धन्यवादः. अधुना तर्हि तत् तावता भगिनि. तर्हि पठतु. तर्हि यः धातुः, तर्हि यः धातुः इदित् अस्ति तस्य नुमागमः भवति इति इदं सूत्रं सूचयति. बहवः इदितः धातवः सन्ति यत्र कुत्रापि धातौ ह्रस्व इकारस्य इत् संज्ञा भवति तस्मिन् धातौ नुम् आगमः भवति एव. सः धातुः इदित् अस्ति अतः नुमागमः. तदेव वयं चर्चितवन्तः. बहवः धातुः धातोः इदित् धातवः सन्ति इत्युक्ते तेषाम् अन्ते तेषु अन्ते ह्रस्व इकार अस्ति. सर्वदा यदि इदित् धातवः अस्ति चेत् तदनन्तरं नुमागमः भवति एव इति दत्तम्। ह्रस्व इकारः एव अस्ति इति पर्याप्तं नास्ति खलु? धातोः अन्ते ह्रस्व इकारः इति पर्याप्तम् अस्ति वा? धातोः अन्ते इकारः अस्ति चेत् इदित् धातुः भवति? न न न, धातोः अन्ते केवलं ह्रस्व इकारः अस्ति चेत् इदित् भवति वा? कीदृशः ह्रस्व इकारः? इत् इत् करणीयं चेत् किं करणीयम्? इत् करणीयं चेत् इत् एव, अन्य इकार तु नास्ति। न न, ह्रस्व इकारः कीदृशः भवेत्? अनुनासिकः ह्रस्व इकारः भवेत् खलु? तदानीमेव इत्संज्ञा कर्तुं शक्नुमः खलु? तर्हि धातोः अन्ते यः ह्रस्व इकारः अस्ति सः इकारः अनुनासिकः भवेत्। अनुनासिकः अस्ति चेत् इत्संज्ञा भवति, तदानीम् इति इदित् भवति, ह्रस्व इकारः इत् यस्य सः। तादृशधातु मम प्रश्न भगिनि पूर्वं किं तत्तु मम प्रश्न अहं तदेव उक्तं खलु, इत् इत्यस्य सः इति उक्तं खलु, इत् इत्यस्य सः इति उक्तं। तर्हि इत् ह्रस्वैकारः इत् यत्र भवति कदा भवति? इत् अनुनासिकः अस्ति चेत् भवति। वयं जानीमः खलु स्वरवर्णस्य इत्संज्ञा, तस्य इत्संज्ञा कर्तुम् एकमेव सूत्रमस्ति, उपदेशे जननासिक इत्। उपदेशे जननासिके इत् कदा कार्यं करोति? यत्र स्वरः अनुनासिकः अस्ति खलु? आं भगिनि, हा तद् वयं जानीमः। अतः इत् इत् यस्य सः इत्युक्ते ह्रस्व इकारः इत् यस्य सः, तादृशधातुः अस्ति चेत् नुमाग भवति। अस्तु अग्रे, अनुनासिक ह्रस्व इत् न भगिनि? हा अनुनासिक ह्रस्व इकारः। अग्रे पठतु। आं भगिनि, यथा णिदि णिद् भवति, णो नः इत्यनेन णिद् निद् भवति, दन्त्य निद् भवति। अयं धातुः इदित् नाम ह्रस्वः इकारः इत् संज्ञकः यस्य सः। निद् धातोः इत् इत् अस्ति इति कारणेन नुमागमः भवति। अस्तु, अधुना निद् धातौ नुम् कुत्र आयाति? नुम् आगमः मित्, अतः अयं नकारः धातोः अन्तिमवर्णात् परे आयाति इति अग्रिमं सूत्रं वक्ति। अन्तिमं स्वरात्? ओ अस्ति वा, मम स्वरात् एव, मम प्रिण्ट् औट् किञ्चित् प्राचीनमस्ति। अस्तु, अन्तिमस्वरात् परे आयाति, अन्तिमस्वरात् परे, हा अस्तु अस्तु भगिनि, क्षम्यताम्, अन्तिमस्वरात् परे आयाति, क्षम्यतां भगिनि। न चिन्ता नास्ति भगिनि, चिन्ता एव नास्ति, केवलं तत्र स्पष्टीकरणार्थं, तत्र वर्णः इति चेत् भिन्नः, स्वरः इति चेत् भिन्नः, तावदेव वदतु। अत्र तु एकम् उदाहरणं दत्तं, णिदि णिदि, अत्र तु अन्ते अनुस्वार ह्रस्व इकार अस्ति, तदनन्तरम् उपदेशे जनुनासिक इति सूत्रेण अन्तिम इकार इत् संज्ञा भवति, तस्य लोपः, तदनन्तरं केवल णिद् इति तिष्ठति। अधुना णो नः इत्यनेन णिद् निद् भवति, नकार आयाति, अत्र णकारस्य स्थाने नकार दन्त्यनकार आयाति। अधुना अयं धातुः इदित् नाम ह्रस्व इकार इत् संज्ञक यस्य सः, इत्युक्ते अत्र तु वयं जानीमः निद् उपदेशावस्थायाम् इदित् धातुः अस्ति, निद् धातोः इत् इत् अस्ति इति कारणेन नुमागम इत् इत् इत्युक्ते इत् प्रथम इत् इत्युक्ते यस्य अन्ते धातोः अन्ते अनुनासिक ह्रस्व इत् अस्ति तत् इत् द्वितीय इत् इत्युक्ते इत् संज्ञा तस्य लोपः इत् संज्ञा तत् इत् निद् धातोः इत् इत् अस्ति इति कारणेन नुमागमः भवति. अधुना निद् धातौ नुं कुत्र आयाति? भवती उक्तवती यदि नुमागमः आयाति प्रश्न उदयति आगमः नु आगमः कुत्र आयाति. तदेव प्रश्नः अत्र आयाति. नुम् आगमः मित् अतः अयं नकारधातोः अन्तिमस्वरात् परे. भवती उक्तवती यदि मित् अस्ति चेत् मित् सूचयति आगमः, किन्तु कुत्र आयाति इत् अत्र तु दत्तम् अन्तिमस्वरात् परे आयाति इति दत्तं भगिनि. बहु समीचीनं भगिनि, सम्यक्तया उक्तं. तद् तथा एव अस्ति. अत्र सर्वे पश्यन्ति खलु निधि इति धातुः, धातोः अन्ते ह्रस्व इकारः अस्ति, सः इकारः अनुनासिकः अस्ति इति कृत्वा तस्य इत्संज्ञा भवति. प्रथमम् इत्संज्ञकवर्णस्य लोपः, इदानीं निद् इति अस्ति, णोणः इति सूत्रेण उपदेशावस्थायां यः मूर्धन्यणकारः अस्ति तस्य स्थाने दन्त्यनकारः निद् इति अस्ति. निद् इति धातुः कीदृशधातुः इति चेत् इदित् अस्ति, यतोहि तस्य अन्ते यः इकारः अस्ति निधि इत्यस्य इकारस्य इत्संज्ञा अस्ति इति कृत्वा अत्र निद् इति धातुः इदित् इति वदामः. इत् इत्यस्य सः अतः तादृशधातोः नुमागमः भवति इदितो नुम् धातोः इति सूत्रेण. तर्हि नुमागमः कुत्र भवति इति सूत्रे स्पष्टं नास्ति. यत्र सन्देहः वर्तते तत्र परिभाषासूत्रं सहकरोति. अत्र परिभाषा अग्रिमसूत्रमस्ति परिभाषासूत्रं मिदचोन्त्यात् परः इति सूत्रं. तत्सूत्रं वदति यः मित् अस्ति सः अच्वर्णेषु अन्तिम अच्वर्णात् परम् आयाति. तर्हि स्वरवर्णेषु अन्तिमवर्णस्य अनन्तरम् आयाति. तर्हि निद् इति धातौ एकः एव स्वरः अस्ति, इकारः निद् इत्यत्र. तर्हि इकारस्य अनन्तरं नुमागमः आगच्छति. नुम् इत्यत्र मकारस्य इत्संज्ञा अस्ति, उकारः अपि गच्छति इत्संज्ञकवर्णः उपदेशे जनुनासिक इत्यनेन नकारः एव तिष्ठति. तर्हि निद् इति इकारस्य अनन्तरं नकारः आयाति, अतः निन्द् इति रूपं भवति. अस्तु, अग्रे राहुल् महोदय पठति वा? राहुल् महोदय अस्ति वा? अस्तु, विनय् महोदय. भगिनि, नुम् इति आगमे, नुम् इति आगमे हलन्तं हलन्त्यम् इत्यनेन मकारस्य इत्संज्ञा उपदेशे अजनानुसिक इत्यनेन उकारस्य इत्संज्ञा न हलन्त इति अवशिष्यते. तर्हि प्रश्न उदेति न हलन्त कुत्र आयाति? मिद् च अन्तयात् परः यः मिद् अस्ति सः अच् वर्णेषु. महोदय एकक्षणं, तत्र नुम् इति स्पष्टमस्ति खलु, तत्र नुम् इत्यत्र इत्संज्ञकवर्णः कः? नुम् प्रत्ययः अस्ति, प्रत्ययः नास्ति, नुम् इति आगमः अस्ति. नुम् प्रत्ययः नास्ति, नुम् आगमः अस्ति, परन्तु म अन्त्यहलन्त्यं कारणेन इति संज्ञा भवति. ओङ्कार अपि उपदेशे अच् अनुनासिककारणेन इत्संज्ञा भवति, अतः न अवशिष्यते, न हलन्त अवशिष्यते. सत्यं सत्यम्, अग्रे पठतु. मिदुचो अन्त्यात् परः यः मित् अस्ति, मित् अस्ति यथा नुम् आगमः, सः अच् वर्णेषु अन्त्यात् परः आयाति, अन्त्यात् परः आयाति. अपि च अयं मित् यस्य वर्णस्य समुदायस्य तस्य अन्तिम अवयव भवति, अतः न आयाति, न हलत् आयाति, न आयाति न आयाति. महोदय एकवारं पठतु, महोदय एकवारं सम्पूर्णतया पठतु, अनन्तरं वदतु. म इति यस्य सः मित् बहुव्रीहि, मित् प्रथमान्तम्, अचः षष्ठ्यन्तम्, अन्त्यात् पञ्चम्यन्तम्, परः प्रथमान्तम्, अनेकपदम् इदं सूत्रम्, आदन्त्यौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः. अस्मिन् सूत्रे अचः षष्ठीविभक्तौ अचः अन्त्यात् इत्यस्य अर्थनिर्धारणं, नाम सर्वेषु स्वरेषु अन्तिमः तस्मात्. अत्र अचः एकवचने यतोहि अनेन अच् जातिः इति इष्टम्. आशयः बहुवचनं निर्धारणसप्तमि बहुषु एकम्. तर्हि जाति आख्यायाम् एकस्मिन् बहुवचन अन्यतरस्याम्, तर्हि अचः एकवचने चेत् अपि सार्वत्रिक बहुवचनार्थकः, इत्थं च षष्ठीविभक्ते अर्थस्थाने इति न षष्ठीस्थाने योगा इति सामान्यम् इदं सूत्रं विशेषः. अनुवृत्तिसहितसूत्रं मित् अचः अन्त्यात् परः अन्तः. अनुवृत्तिसहितसूत्रम् अवगतम्. अतः यदि यदि अहम् एक उदाहरणं कर्तुम् इच्छामि, तथा धातु वद् अस्ति, वद् धातु, वद् धातुः औपदेशक धातु कारणेन इड् धातु अस्ति, अतः नुमागम प्रसक्ति अस्ति, नुमागम प्राप्तिः अच् अन्तिम अच् परः आयाति, अपि च अवयव भवति, अतः धातुः वन्द निष्पन्नः धातु वन्द निष्पन्नः. समीचीनं समीचीनम्. अत्र सूत्रस्य अर्थः कः इति वदतु. अत्र सूत्रं किं वदति, अत्र व्याख्यानं किं वदति? असूत्रं मित् अचः अन्त्यात् परः अन्तः अतः यदि वयं मित् नुमागम नुम मित् अस्ति तत्र अचः अन्त्यात् अचः अन्तिम अचः परः परे नुमागम आगमः भवति सत्यं तर्हि अत्र सूत्रमस्ति मिदचोन्त्यात् परः मित् अच् अन्त्यात् परः तर्हि यः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति इति प्रथमं वाक्यमस्ति इत्युक्ते मित् आगमः यः आगमः मित् अस्ति सः आगमः अच्वर्णः यत्र अच्वर्णः बहवः वर्णाः सन्ति तेषु अन्तिम अच्वर्णः कः इति द्रष्टव्यं तस्मात् परं यः आगमः आयाति इति प्रथमं वाक्यम् अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति तद्वाक्यम् इदानीं त्यजामः यतोहि तत्र अग्रे सुबन्तप्रक्रियायामेव तत् तस्य प्रयोजनं भवति अत्र तु अस्माकं कृते यः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति इत्येव अस्माकं विषयः अस्ति तर्हि अत्र सूत्रे अनुवृत्तिसहितसूत्रे हा भगिनि अत्र अचः इति प्रत्याहारः सत्यम् अचः इत्युक्ते सर्वत्र प्रत्याहारः इति एव अचः इत्युक्ते अच् प्रत्याहारे सर्वे स्वराः इति अर्थः अत्र सूत्रे पश्यामः चेत् अत्र अचः इति पदं षष्टिविभक्तौ अस्ति अचः इति पदम् अच् इति प्रातिपदिकम् अस्ति चेत् तत्र तस्य षष्टिः भवति अचः इति अत्र अचः इति एकवचने अस्ति षष्टिः एकवचने अस्ति तर्हि अत्र अत्र अन्यत् सूत्रमपि वदति अत्र जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति अत्र अचः इत्यनेन जातेः उल्लेखः अस्ति यत्र जातेः उल्लेखः अस्ति सामान्यतया यत्र जातिः अस्ति तर्हि एकवचने एव वयं वदामः सामान्यतः सामान्यचिन्तनमस्ति यत्र जातेः उल्लेखः अस्ति तत्र एकवचने वदामः परन्तु सूत्रेषु पाणिनीयसूत्रेषु यत्र जातेः उल्लेखः अस्ति तत्र एकवचने अपि वक्तुं शक्नुमः बहुवचने अपि वक्तुं शक्नुमः अत्र वैकल्पिकम् अस्ति अस्मिन् सूत्रे अचः इत्यनेन एकवचने उल्लेखः अस्ति जातिः अस्ति इति कृत्वा उल्लेखः अस्ति जातौ बहवः सदस्याः सन्ति अच् इति जातौ सर्वे स्वराः अन्तर्भूताः अत्र अच् इति पदं षष्ट्यन्तं पदम् अत्र निर्धारणे अस्ति निर्धारणे षष्टि यदि अहं वदामि बालकानां रामः सुन्दरः इति वदामि चेत् बालकाः इति अत्र समुदायः अस्ति तेषु समुदायेषु एकः पुरुषः रामः सुन्दरः इति वक्तुम् इच्छामि चेत् अत्र निर्धारणे षष्टि इति वदामः निर्धारणार्थे षष्टि इत्युक्ते बहुषु एकः इति अर्थः एवमेव सप्तमी अपि निर्धारणार्थे भवितुम् अर्हति बालकेषु रामः सुन्दरः बहवः बालकाः सन्ति तेषु रामः सुन्दरः तत्रापि निर्धारणार्थे अस्ति एवमेव अस्मिन् सूत्रे अचः इति पदं षष्ट्यन्तं पदं निर्धारणार्थे अस्ति इत्युक्ते अचां मध्ये एकः इति अर्थः अचां मध्ये अन्त्यात् परः बहवः अच्वर्णाः सन्ति तेषु अन्तिमवच् अच्वर्णात् परं यः मित् आगमः आयाति इति अत्र सूत्रस्य अर्थः बालकस्य रामः सुन्दरः इति बालकस्य इति एकवचने अस्ति खलु कथं तत्र बालकस्य न अचः इति एकवचने अस्ति चेदपि तत्र निर्धारणे बहुवचनार्थम् अस्ति इति उक्तं खलु अचः एकवचने चेदपि सार्वत्रिकः बहुवचनार्थः इत्युक्ते यद्यपि सूत्रे एकवचने उल्लेखः कृतः तथापि जातिः अस्ति इति कृत्वा जातौ बहवः सदस्याः भवन्ति अतः अचाम् इति अर्थः यद्यपि एकवचने अस्ति तथापि अचाम् इति अर्थः अचां मध्ये अन्तिम अच् वर्णात् परम् अस्तु अग्रे भवती एव पठतु अर्थः स्पष्टः वा सर्वेषां कृते मेदचोन्त्यात् परः. एक प्रश्न अस्ति, लौकिकरूपेण वयं निर्धारणम् अस्ति चेत् षष्ठी नो चेत् सप्तमी विभक्त्यां लेखितुं शक्नुमः, किन्तु बहुवचन बहुवचने एव. अत्र सूत्रे षष्टी एकवचनं नो चेत् षष्टी बहुवचनम् अपि भवितुं शक्नोति इति वा? सत्यम्, एकवचने अपि भवितुम् अर्हति. सप्तमी न भवति, न, अत्र तु षष्टी एव विवक्षा अस्ति, यतोहि तत्र षष्टीति विवक्षा अस्ति इति कृत्वा षष्टी एव भवति. तत्र सप्तमी अपि भवितुम् अर्हति, सप्तमी अर्थे अपि भवितुम् अर्हति. अत्र तु षष्टी उक्तं, सूत्रे तु षष्टी उक्तं. तत् सत्यं, किन्तु कुत्रापि षष्टी अपि भवितुं शक्नोति, सारि, सप्तमी अपि भवितुं शक्नोति. हा, भवितुं शक्नोति. अत्र पाणिनेः इच्छा अस्ति, सः षष्टी वक्तुम् इच्छति, षष्ट्यामेव उक्तवान्. अस्तु, तर्हि अग्रे मीना भगिनी पठतु. अस्मिन् सूत्रे नुमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवो भवति इत्युक्तम्. अस्य अर्थः कः इति स्पष्टं भवति. सुगन्धप्रकरणे ज्ञानसम्बन्धः बहुवचने ज्ञानानि भवति. ज्ञानयोगः इ श्रीप्रत्ययः लशकोत्तरद्विधे इत्यनेन इ अवशिष्यते. मिदचो अन्त्यात् परः इत्यनेन नुमागमः. ज्ञानयोगः योगः इ अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयवः इति कारणेन सर्वनामस्थाने च असम्बुद्धौ इत्यनेन अङ्गस्य उपादायाः दीर्घः. ज्ञानान् योगः इ ज्ञानानि इति नकारः ज्ञान इति अङ्गस्य अन्तिम अवयवः न अभविष्यत्. अकारः उपधायां न अभविष्यत्. जानामि सर्वनामस्थाने च असम्बुद्धौ इत्यनेन अकारस्य दीर्घादेशः न अभविष्यत्. मिचोन्त्यात् परः इति सूत्रः अस्मिन् सूत्रे सम्पूर्णतया पठतु भगिनि, पठितवती वा? किं भगिनि? सम्पूर्णतया पठतु, सम्पूर्णतया पठितवती वा? न अभविष्यत्. प्रश्नः, अत्रोक्तं ज्ञानयोगः इति न ततः अग्रे न, तत्र अस्तु अस्तु, अयं परिच्छेदः समाप्तः खलु, अत्र वदतु किम् अस्ति. अस्मिन् सूत्रे किं सूत्रमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयोः भवति इत्युक्तं. यत्र पदे अच्वर्णः अनेक अच्वर्णः अस्ति, अन्तिम वर्णस्य एव इत्युक्तम्, अन्तिमवर्णः एव आगमः इति. अस्य अर्थः कः इति स्पष्टं भवति. सुबन्धप्रकरणे उदाहरणे स्पष्टमस्ति इति वदति. ज्ञानसम्बन्धः बहुवचने ज्ञानानि भवति. ज्ञानयोगः इ श्रीप्रत्ययः दशकृतेन श्री अवशिष्यति इ अवशिष्यते. विदक्षिवन्त्यात् परः इत्यनेन नुमागः. ज्ञानयोगः अत्र किमर्थं निमार्जनं भवति तत्र अयं नकारः ज्ञाने नुमागमः इति अन्यत् सूत्रेण भवति, इदानीं चिन्ता नास्ति, अत्र नुमागमः भवति इति स्वीकरोतु. नुमागमः ज्ञान इति ञकारः आकारः नकारः अकारः भवति, अन्तिम अङ्गस्य वर्णस्य अन्तिमवर्णे परात् नुमागमः ज्ञानं भवति. अन्तिमवर्ण अचेत् ञकारः आकारः नकारः अकारः नुमागमः, तस्मात् ज्ञानं भवितव्यं. किमर्थम् अयम् अनकारक ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयवः इति कारणेन सर्वनामस्थाने च असम्बुद्धौ ज्ञान अङ्गस्य अन्यसूत्रमस्ति, तत्र दीर्घः भवति. सर्वनामस्थाने च असम्बुद्धौ दीर्घ भवति, ज्ञानं भवितव्यं ज्ञानान् भवति तस्य सूत्रेण, सर्वनामस्थाने असम्बुद्धौ इति सूत्रेण ज्ञानान् योगशक्ति ज्ञानानि इति भवति. यदि यदि नकारः ज्ञान इति अङ्गस्य अन्तिमवयः न अभविष्यत्, अकारः उपदायां न अभविष्यत्, सर्वनामस्थाने सर्वशुद्धौत्याने अकारस्य दीर्घादेशः न भविष्यत्, किमर्थं तत्र अहं न मया न अवगतम्. हा अस्तु, पश्यामः पश्यामः. अस्तु, भवती असम्बुद्धौ इति इत्यस्य अर्थः कः? सम्बुद्धौ इत्युक्ते सम्बोधनाविभक्तिः, असम्बुद्धौ इत्युक्ते सम्बोधना नास्ति, यत्र सम्बोधना नास्ति, यत्र ज्ञानानि इति सम्बोधना नास्ति इति कृत्वा सम्बोधनाविभक्तौ न भवति इत्यर्थः. अस्तु, अत्र पश्यामः. विदुचोन्त्यात् परः इति सूत्रे अत्र व्याख्याने पश्यति चेत् यः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति इति उक्तं, तत्तु स्पष्टमस्ति. मित् आगमः अच्वर्णेषु अन्तिम अच्वर्णस्य अनन्तरम् आयाति इति स्पष्टमस्ति. अपि च तत्रैव दत्तमस्ति अयं च मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति इति उक्तं, तस्य अर्थः कः इत्यस्य कृते एव अत्र उदाहरणं दीयते. ज्ञानानि इति पदं कथं निष्पन्नं, तत्र मिदचान्त्यात् परः इति सूत्रस्य प्रयोजनं कथं भवति इति उक्तमस्ति. तर्हि तदर्थं यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवः भवति इति उक्तं, तस्य अर्थः कः इति सुबन्तप्रकरणे स्पष्टं भवति. अत्र ज्ञान इति प्रातिपदिकमस्ति, बहुवचनान्तरूपं वयं जानीमः ज्ञानानि इति रूपं. ज्ञानानि इति रूपं कथं निष्पन्नम् इति चेत्, ज्ञान इति प्रातिपदिकात् सु औ जस् जस् इति प्रत्ययः अस्ति, तत्र जस् इति प्रत्ययः अस्ति. जस् इति प्रत्ययस्य स्थाने अन्य आदेशः भवति, शि इति आदेशः भवति नपुंसकलिङ्गे. तर्हि ज्ञानयोगः शि इति अस्ति. शि इत्यत्र शकारस्य प्रत्ययस्य आदौ यः शकारः अस्ति तस्य इत्संज्ञा भवति अशक्वतद्धिते इत्यनेन, अतः ज्ञानयोगः इ इति अस्ति. अधुना अत्र अन्यत् सूत्रमस्ति, नपुंसकस्य जलचः इति एकं सूत्रमस्ति, तेन सूत्रेण अत्र नुमागमः भवति. तर्हि नुमागमः कुत्र भवति इति चेत्, ज्ञान इति शब्दस्य तत्र अच्वर्णः अच्वर्णद्वयम् अस्ति, आकारः अपि च नकार उत्तरवर्ति आकारः. तर्हि नकार उत्तरवर्ति आकारः एव अन्तिमः अच्वर्णः, तस्य अनन्तरं नुमागमः भवति. अतः ज्ञानन् योगः नुम् योगः इ. इदानीम् अत्र प्रश्नः भवति, अयं नुमागमः कस्य अवयवः अस्ति? अयं नुमागमः इ इति प्रत्ययस्य अवयवः अस्ति वा, नो चेत् ज्ञान इति शब्दस्य अवयवः अस्ति वा इति प्रश्नः. तर्हि अत्र उत्तरमस्ति, मिदचोन्त्यात् परः इति सूत्रे एव उत्तरं दत्तमस्ति. यः मित् अस्ति सः यस्य वर्णसमुदायस्य आगमः तस्य अवयवः भवति, तस्य अन्तिम अवयवः भवति. तर्हि इदानीं ज्ञानयोगः नुम् योगः इ इत्यत्र अयं नुम् ज्ञान इत्यस्य अन्तिम अवयवः भवति. इट् बिकम्स् अ पार्ट् आफ् ज्ञान, इट् बिकम्स् अ अङ्ग, इट् बिकम्स् अ अङ्ग आफ् ज्ञान. इदानीं ज्ञानन् इति एकः भागः, अनन्तरम् इ इति प्रत्ययः. ज्ञानन् इति अस्ति. इदानीं ज्ञानन् इत्यत्र उपदायां ह्रस्व अकारः अस्ति, यतोहि ज्ञानन् इत्यत्र अन्ते नकारः, तस्मात् पूर्वम् अकारः अस्ति. अकारः अस्ति इति कृत्वा अत्र सर्वनामस्थाने च सम्बुद्धौ इति सूत्रेण असम्बुद्धौ, अत्र इ इति प्रत्ययः सम्बुद्धिः नास्ति, सम्बोधनाविभक्तौ नास्ति, अत्र प्रथमबहुवचने अस्ति. अतः अत्र अङ्गस्य उपदायाः दीर्घत्वं भवति. अत्र उपदायां कः वर्णः? आकारः अस्ति. ज्ञानन् इत्यत्र उपदायाम् आकारः अस्ति, सः आकारः दीर्घः भवति, अतः ज्ञानान् योगः इ ज्ञानानि इति रूपं निष्पन्नं भवति. यदि नकारः, यदि इदं नुम्, यः नुम् आगमः आगतः, सः ज्ञान इत्यस्य अवयवः न भवति चेत् तर्हि उपदायां कः वर्णः भवति? अत्र सुमन् भगिनी वदतु. अस्तु, तत्र नुमागमः ज्ञान अङ्गस्य उपदाकः भवति चेत् उपधा तत्र तु आकारः एव भवति खलु? नकारः, नकारः तस्य पूर्व उपदान तर्हि नकारः भवति. नकारः भवति चेत् सर्वनामस्थाने च सम्बुद्धौ इत्यस्य कार्यं न भवति, अतः ज्ञानानि इति रूपं न निष्पन्नं भवति. इदानीं तत्र नुमागमः ज्ञान इत्यस्य अवयवः अस्ति इति कृत्वा एव उपदायाम् अकारः अस्ति, अतः सर्वनामस्थाने च सम्बुद्धौ इति सूत्रेण दीर्घत्वं भूत्वा ज्ञानानि इति रूपं निष्पन्नं. नो चेत् भवती मम एक संशयः. हा, ज्ञानयोग इ अत्रत्य इ इति स्वरः अनुनासिक इति कथं जानीमः? अनुनासिकः नास्ति, षि इति प्रत्ययः अस्ति. षि इति प्रत्यये चकारस्य इत्संज्ञा, इकारः अनुनासिकः नास्ति, यतोहि ज्ञानानि इति रूपम् अस्ति खलु. तदा अतः कुतः नुमागमं भवति? ज्ञानयोगः इ इति अस्ति, तत्र नुमागमस्य कृते एकं सूत्रमस्ति, नपुंसकस्य जलचः इति एकं सूत्रमस्ति, तेन सूत्रेण नुमागमः भवति. ज्ञान इति अजन्तम् अङ्गम्, अतः तस्य नुमागमः भवति. नुम् आगमः मित् अस्ति, अतः मिदचोन्त्यात् परः इति सूत्रेण अच्वर्णेषु अन्त्यात् परः आयाति, अतः ज्ञान इत्यस्य अन्तिम अच्वर्णः नकार उत्तरवर्ति आकारः, तस्य अनन्तरं नुमागमः भवति. तावत् स्पष्टं वा? किं सूत्रेण भगिनि नुमागमः? नपुंसकस्य जलचः इति उक्तं खलु. भगिनि मम एकः प्रश्नः अस्ति, अत्र ज्ञानं तु ज्ञानप्रातिपदिकं, प्रथमाविभक्ति बहुवचनम् अस्ति चेत् सु औजस् भवति, षि प्रत्यय कुतः आगच्छति? हा, तदेव तत्र उक्तं खलु, नपुंसकलिङ्गे. ऐ मिस् दट्. हा, नपुंसकलिङ्गे जस् शस् प्रथमाविभक्तौ बहुवचने, अपि च द्वितीयविभक्तौ बहुवचने जस् शस् अनयोः स्थाने षि इति आदेशः भवति नपुंसकलिङ्गे. अतः तत्र अत्रापि जस् स्थाने षि आदेशः, अतः ज्ञानयोगः इ. जस् इति मूलप्रत्ययः अस्ति, सु औ जस् अम् औट् शस् जस् शस् अनयोः स्थाने षि इति आदेशः. अस्तु, अवगतं वा? सर्वे सूत्रमस्ति किल, एकसूत्रमस्ति, किमर्थं षि भवति इति अधः दत्तम्, अधः दत्तमस्ति, पश्यामः. अस्तु, सुमन् भगिनी पठतु प्रश्नः. प्रश्नः, अत्र उक्तं ज्ञानयोग इ षि प्रत्ययः, केचन श्रुतवन्तः, क्षम्यताम् एकनिमिषः, केचन श्रुतवन्तः स्युः यत् सुबन्तविषये प्रत्ययाः भवन्ति सु औज् अस्तु इत्यादयः. तर्हि प्रथम पुरुषस्य बहुवचने जस् इति प्रत्ययः भवेत् किल कथं वा शि इति जातम्. अस्तु मम प्रश्नः एव. उत्तरम् अस्ति यत् मूल्यप्रत्ययाः सु औ जस् इति तु सत्यं, किन्तु अनन्तरं प्रत्यय आदेशः भवति इत्युक्ते मूलप्रत्ययानां स्थाने आदेशाः भवन्ति. सुबन्तविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः भिद्यन्ते. नपुंसकलिङ्गे जश् शसोः शिः जश् शसोः शिः इत्यनेन नपुंसकात् अङ्गात् जस् स्थाने शि आदेशः. अनेन नपुंसकलिङ्गे प्रथमपुरुषस्य बहुवचनम् इकारः आयाति. वनानि, वरीणि, मधूनि, जगन्ति, कर्माणि, धनुषि, मनांसि. अस्तु, अत्र एतत् वदति तत्र शी प्रत्यय कुतः आगच्छति इति वयं चिन्तयामः चेत् तत्र मूलप्रत्ययः सन्ति सु औ जस्, तत्र लिङ्गं दृष्ट्वा वचनं क्षम्यतां लिङ्गं दृष्ट्वा अपि च प्रातिपदिकस्य अन्तिमवर्ण कः इति दृष्ट्वा मूलप्रत्ययस्य किमपि परिवर्तनं भवति. अत्र नपुंसकलिङ्गपदम् अस्ति चेत् प्रथमपुरुषे बहुवचने सारि प्रथमविभक्त्यां बहुवचने जस् स्थाने शि आदेशः भवति. तत्र शकारः इत् भवति, तस्य लोपः भवति, इ एव अवशिष्यते, अतः इदानीम् इ आदेशः भवति. समीचीनं. तर्हि अत्र किम् अस्ति प्रश्नः कः इति चेत् ज्ञानयोगः जस् इति प्रत्ययः अस्ति, मूलप्रत्ययः. सुप्रत्ययः भवन्ति तत्र एकविंशति सुप्रत्ययः, तेषु मूलप्रत्ययः प्रथमविभक्तौ बहुवचने जस् इति अस्ति, तस्य स्थाने अधुना नपुंसकलिङ्गम् इति कृत्वा शि इति आदेशः भवति. सूत्रमस्ति जस् शशोः शि, अनेन सूत्रेण जस् स्थाने शि आदेशः भवति. एवमेव द्वितीयविभक्तौ बहुवचने अपि शस् इति प्रत्ययः अस्ति, मूलप्रत्ययः, तस्य स्थाने शि इति आदेशः भवति. उभयत्र अनेन सूत्रेण एव भवति इति अत्र उक्तमस्ति. इत्युक्ते सुबन्तप्रक्रियायां तत्र लिङ्गम् अनुसृत्य अपि च प्रातिपदिकस्य अन्ते कः वर्णः अस्ति तम् अनुसृत्य अत्र प्रत्यय आदेशाः भवन्ति. मूलप्रत्ययानां स्थाने अन्ये आदेशाः भवन्ति इति एव विषयः अस्ति. तदर्थमेव अत्र बहुवचने वयं पश्यामः वनानि इति उपधादीर्घः भवति. वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि इति. भगिनी एकः प्रश्नः, भगिनी पुनः एकवारं विवृणोतु भगिनी. सर्वनामस्थाने चासं बुद्धौ अत्र कथम् आयाति इति, अपि च तत्र ज्ञाननुमागमः अवगतं खलु, तत्तु तदनन्तरं तत् पर्याप्त. अस्तु, ज्ञानयोगः नुं योगः इ इति अस्ति इति स्थितिः अस्ति, तत्र नुम् अस्ति. अत्र प्रश्नः कः इति चेत् अयं नुम् आगमः ज्ञान इत्यस्य अवयवः अस्ति वा इति प्रश्नः. तत्र मिदचोन्त्यात्पयः इति सूत्रेण स्पष्टीकृतं तत्र नुमागमः यस्य आगमः तस्य अन्तिम अवयवः भवति इति स्पष्टतया उक्तम्. अतः इदानीम् इदं नुमागमः ज्ञान इत्यस्य अवयवः भागः अस्ति, अतः ज्ञानन् इति अस्ति. ज्ञानन् इति अस्ति इति कृत्वा अत्र उपदायां ह्रस्व अकारः अस्ति. ज्ञानन् नकारः अन्तिमवर्णः, तस्मात् पूर्वम् अकारः अस्ति. अकारः अस्ति इति कृत्वा अत्र सर्वनामस्थाने च सम्बुद्धौ इति सूत्रेण अत्र इ इति प्रत्ययः सर्वनामस्थानसंज्ञकप्रत्ययः अस्ति. सुबन्तप्रक्रियायां प्रथमपञ्चप्रत्ययानां सर्वनामस्थानसंज्ञा भवति. सु औजस् अम् औट् इत्येषां सर्वनामस्थानसंज्ञा भवति. अत्र नपुंसकलिङ्गे अपि षि इति प्रत्ययस्य सर्वनामस्थानसंज्ञा अस्ति. अतः सर्वनामस्थानसंज्ञकप्रत्ययः इ इति प्रत्ययः सर्वनामस्थानसंज्ञकप्रत्ययः अस्ति. अपि च असम्बुद्धौ इत्युक्ते सम्बोधनाविभक्तौ नास्ति. असम्बुद्धौ इत्युक्ते न सम्बुद्धौ, सम्बोधनाविभक्त्यां नास्ति इति कृत्वा अत्र सर्वनामस्थाने संज्ञकप्रत्यये परे अङ्गस्य उपादायाः दीर्घत्वं, तर्हि ज्ञानन् इति अङ्गमस्ति, उपादायाम् अकारः अस्ति इति कृत्वा तस्य दीर्घत्वं भूत्वा ज्ञानान् योगः इ ज्ञानानि. अवगतं वा? अस्तु भगिनि, अस्तु भगिनि, धन्यवादः. अत्र किमर्थम् एतद् दत्तमस्ति? यतोहि अत्र तु आवश्यकता नास्ति. किमर्थं दत्तम् इति चेत् मिदचोन्त्यात् परः इति सूत्रे उक्तं, यः मित् अस्ति सः अच्छ्वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति इति उक्तं. तर्हि अन्तिम अवयवः भवति इत्यस्य उदाहरणं कुत्र अस्ति इति चेत् ज्ञानानि इत्यत्र उदाहरणमस्ति. तस्य किमपि सूत्रं स्पेसिफिक् नास्ति इति कृत्वा एतद् तस्य प्रयोजनं कुत्र भवति इति प्रश्नः भवति खलु वर्गे. इदं व्याख्याने इदमपि लिखितं, तस्य यः मित् अस्ति सः यस्य वर्णसमुदायः तस्य अन्तिमावयः भवति इति उक्तं, तर्हि तस्य अर्थः कः इति वक्तव्यं खलु. तदर्थम् उदाहरणं दत्तं, तत्र ज्ञान इत्यस्य अन्तिम अवयवः भवति. अन्तः इत्युक्ते अन्तिम अवयवः इति अर्थम्? अन्तिम अवयवः इति अर्थः. अपि च तत्र मीनाभगिन्याः प्रश्नः आसीत् खलु, उदाहरणं पृष्टवती, तत्र अत्कुप्वाङ् व्यवाये अपि इत्यस्य नुम् इत्यस्य उदाहरणं तृण्ह् इति. तृण्ह् योगः अनियर् इति धातौ, तत्रापि तृण्ह् तत्र ऋकारस्य अनन्तरम् अनुस्वारः अस्ति. तृण्ह् योगः अनियर् तृङ्हणीयम् इति अस्ति. तत्र अणत्वं भवति, तत्रापि अनुस्वारः मध्ये अस्ति, तत्र ऋकारः अस्ति अनन्तरम् अनुस्वारः क्षम्यताम् अनन्तरं हकारः तदनन्तरं दन्त्यनकारः, तत्रापि नत्वं भवति. अस्तु, तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः वा? हरि ओम्, श्रूयते वा? हा श्रूयते महोदय. महोदय क्षम्यताम्, अत्र मित् इत्युक्ते किम् अस्ति, किमर्थम् अत्र चर्चितमस्ति? मित् तत्र नुम् इति उक्तं खलु, नुम् इत्यत्र मकारस्य इत्संज्ञा अस्ति. पूर्वम् अस्माभिः चर्चितं खलु, शप् इति प्रत्ययः षित् अस्ति इति, षकारः इत्यस्य सह षित् इति उक्तम्. एवमेव अत्र इदितो नुम् धातोः इति सूत्रे नुम् इति अस्ति. नुम् इत्यत्र मकारस्य इत्संज्ञा अस्ति, अतः नुम् मित् अस्ति. मित् अस्ति चेत् मित् इत्यनेन आगमः इति जानीमः. यः आगमः अस्ति सः कुत्र आयाति इति प्रश्नः अस्ति, तदर्थं मिदचोन्त्यात् परः इति सूत्रम् उक्तम्. तावद् अवगतं खलु? अवगतम्, अवगतं, धन्यवादः महोदय. हा, मित् कित् टित् आगमस्य सूचकाः. तित् कित् अस्ति चेत् अत्र अन्यत् सूत्रमस्ति, आद्यन्तौ टकितौ इति अग्रे पठामः. आद्यन्तौ टकितौ इत्यनेन टित् अस्ति चेत् यस्य आगमः तस्य आदौ आयाति, कित् अस्ति चेत् यस्य आगमः तस्य अन्ते आयाति. मित् इत्यस्ति चेत् अच्वर्णेषु अन्त्यात् परः आयाति. भगिनि एकः स्पष्टकरणीयम् एव, जश शशसोः शिः अस्ति खलु, तस्मात् शी यत्र आदेशः भवति तत् सर्वनाम भवति किम्? शी इति आदेशस्य सर्वनामस्थानसंज्ञा भवति. शी सर्वनामस्थानम् इति सूत्रमस्ति, अतः शी इत्यस्य सर्वनामस्थानसंज्ञा भवति. तेन सूत्रेण केवलं शी इति आदेशः एव भवति. जस् शस् अन्यो स्थाने शी इति आदेशः भवति, अनन्तरं शी सर्वनामस्थाने इत्यनेन सर्वनामस्थानसंज्ञा अपि भवति. अस्तु, अतः इदानीं नपुंसकलिङ्गे प्रथम पञ्च प्रथमषष्टि केवलं तत्र नपुंसकलिङ्गे तत्र पञ्च प्रथमपञ्चानां सर्वनामस्थानसंज्ञा नास्ति, केवलं बहुवचने एव, बहुवचने प्रथम द्वितीय बहुवचने सर्वनामस्थानसंज्ञा. ओ प्रथम पञ्च पञ्च षट् प्रत्ययं न भवति किं? न न सर्वनामस्थानसंज्ञा प्रथमपञ्चप्रत्ययानां सर्वनामस्थानसंज्ञा सामान्यतया भवति, केवलं पुल्लिङ्गे स्त्रीलिङ्गे एव, नपुंसकलिङ्गे न भवति. नपुंसकलिङ्गे केवलं तत्र षि इति प्रत्ययस्य सर्वनामस्थानसंज्ञा भवति. अस्तु अस्तु तर्हि धन्यवादः, नमस्कारः, धन्यवादः.